सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थिनिच् विशेष अजन्तदातवः इति विषयः अनुवर्तते। किञ्चित् पुनःस्मरणं कुर्मः। तर्हि प्रथमकरपत्रे धातुतः यदा निच् प्रत्ययः भवति प्रेरणार्थे, तत्र प्रारम्भिकस्तरे यानि सूत्राणि सन्ति तेषाम् अध्ययनं जातम्। तत्र एजन्तदातुः अस्ति चेत् अत्वं भवति आर्धदातुकप्रक्रियायाम् इति वयं जानीमः आदेचोपदेशशिति इति सूत्रेण। अनन्तरम् आकारान्तधातूनां पुगागमः भवति निचिपरे इत्यपि वयं जानीमः अर्ति ह्री व्लीरि नूयि श्मायातं पुम्नौ इति सूत्रेण पुगागमः भवति इति जानीमः। अनन्तरं निच्प्रत्ययं निमित्तीकृत्य त्रीणि कार्याणि भवन्ति, तत्र अचोयनिति इत्यनेन वृद्धिः, अजन्ताङ्गस्य वृद्धिः। हलन्तधातुः अस्ति चेत् उपधायां लघु इक् वर्णः चेत् पुगन्तलघुपदस्य च, अनन्तरम् उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः इति त्रीणि सूत्राणि। अनन्तरम् आकारान्तधातूनां विषये एव पुगागमं बाधित्वा शाचा साह्वा व्यावेपां युक् इत्यनेन युगागमः भवति परिगणितानां धातूनां पुगागमं बाधयित्वा, तदपि अस्माभिः दृष्टं। शाययति, छाययति, साययति, वाययति, व्यायति, वाययति, पाययति इति तत्र रूपाणि। पादातोः विशेषः वर्तते। पादातुः अदादिगणीय रक्षणे इति धातुः अस्ति चेत् तत्र लुगागमः भवति, पालयति इत्यपि प्रसिद्धं रूपमस्ति। पाययति पापाने अथवा पाशोषणे इत्यत्र, पैशोषणे इत्यत्र पाययति इति रूपं, रक्षणार्थे अस्ति चेत् पालयति इत्यपि रूपम् अस्ति। वै वै धातोः तत्र शोषणे इत्यस्मिन् अर्थे तु पुगागमः भवति वापयति इति रूपं, परन्तु कम्पनार्थे अस्ति चेत् जुगागमः भवति वाजयति इति रूपं, वो विदुनने जुक् इति सूत्रेण। तत्सर्वम् अस्माभिः दृष्टं। तदनन्तरं ला इति आकारान्तधातोः तत्र लुगागमः भवति लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इत्यनेन स्नेहविपातनार्थे विकल्पेन लुगागमः भवति, अतः लालयति इति रूपम्, अन्यस्मिन् पक्षे लापयति इत्यपि रूपं भवति। तत्पश्चात् तत्र अर्थविषये केचन दातवः मितः सन्ति। अत्र भवादिगणे घटादिगणः इति अन्तर्गणः, तत्र सर्वे दातवः मितः। अनन्तरं चुरादिगणे न्यपादयः षट्, न्यपादयः षट् इति, तत्रापि षट् दातवः मितः सन्ति। मितः सन्ति चेत् मितां ह्रस्वः इत्यनेन उपादायाः ह्रस्वः भवति निचिपरे इत्यपि दृष्टं। तदनन्तरम् अन्ये धातवः अपि सन्ति ये अर्थविशेषे मितः, इत्युक्ते सामान्य अर्थः अस्ति चेत् मित् नास्ति, धातोः अनेके अर्थाः भवन्ति, केषुचित् अर्थेषु मितः, अन्येषु अर्थेषु मितः न सन्ति इति अपि अस्माभिः दृष्टं। यथा ज्ञादातुः तत्र मारणतोषनिशामनेषु इत्येषु अर्थेषु मित् धातुः, अतः ज्ञपयति इति रूपं। श्रादातुः तत्र पाके इत्यस्मिन् अर्थे मित्, अतः श्रपयति इति रूपम् इति। एवं रीत्या अर्थविशेषे केचन धातवः मितः सन्ति इत्यपि अस्माभिः दृष्टम्। तत्पश्चात् जी अधिपूर्वकः इ इति एते धातवः, अत्र विशिष्टं सूत्रमस्ति क्रिञ्जीनां नौ इति सूत्रेण एतेषां सर्वेषाम् आत्वं भवति, अतः क्री धातोः क्रापयति इति रूपं, पुगागमः भवति अनन्तरं क्रापयति इति रूपं, जी धातोः जापयति, ई इति इङ् इति धातोः अधिपूर्वकः अध्यापयति इति रूपाणि भवन्ति। तत्पश्चात् तत्र ली इति धातुः विशेषः वर्तते। तत्र लीलोर्नुग्लुकावन्यतरस्याम् इति सूत्रेण विकल्पेन नुगागमः भवति, अतः लीनयति इति एकं रूपम्। अन्यस्मिन् पक्षे यत्र नुगागमः न भवति अचोयनिति इत्यनेन लै लाययति इति रूपम्। अपि च अत्र विशेषः कः इति चेत् विभाषा लीयतेः इति सूत्रेण विकल्पेन आत्वमपि भवति, अतः ली धातोः ला इति भवति। यदा ला इति भवति तदानीं लुगागमः एव भवति तत्र लालयति इत्यपि रूपं भवति ली धातोः लालयति इत्यपि रूपं भवति विकल्पेन आत्वं भवति अतः तत्र ला इत्यस्य लापयति इत्यपि रूपं भवति लालयति लापयति इत्यपि रूपं भवति आहत्य लीनयति लाययति लापयति लालयति इति चत्वारि रूपाणि ली धातोः विषये अस्माभिः दृष्टं तत्पश्चात् तत्र तत्र किमासीत् तत्र छीदातुः चुरादिगणीयदा स्वादिगणे अपि अस्ति चुरादिगणे अपि अस्ति छी चयने इति धातुः तत्र चिस्पुरोर्णौ इति सूत्रं तेन सूत्रेण छीदातोः विकल्पेन एचः स्थाने आत्वादेशः भवति अतः यदा आत्वादेशः भवति छी इत्यत्र अचोयन् इत्यनेन वृद्धिः चै योगः निच् अत्वादेशः चायोगः निच् पुगागमः चापयति इति रूपं यस्मिन् पक्षे अकारादेशः न भवति तस्मिन् पक्षे चाययति इत्यपि रूपम् अस्ति स्वादिगणीयधातुः यदि धातुः चुरादिगणीयधातुः अस्ति तत्र अस्माभिः दृष्टं यत् तत्र चुरादिगणीयधातुः चीधातुः ज्ञपादयः षट् इत्यस्मिन् इत्यस्मिन् वर्तते इति अन्तर्गणे वर्तते इति कृत्वा मित् अस्ति धातुः चीधातुः केवलं स्वार्थे एव मित् प्रेरणार्थे मित् नास्ति तर्हि स्वार्थे मित् अस्ति इति कृत्वा छि इत्यस्य चै इति भवति चै चायि इति धातुः तत्र मित् अस्ति इति कृत्वा ह्रस्वः भवति चयि इति धातुः चयि चययति इति रूपं लभ्यते छिधातोः चुरादिगणीयधातुः अस्ति चेत् परन्तु प्रेरणार्थे अस्ति यदा प्रेरणार्थे धातुतः निष्प्रत्ययः भवति तदानीं मित् नास्ति इति कृत्वा चाययति इति रूपम् अपि लभ्यते तत्र चाययति इति रूपमेव लभ्यते तत्र छिधातोः तदर्थं प्रक्रिया कथं भवति इति अपि अस्माभिः दृष्टं तत्र छिधातुः चुरादिगणीयधातुः इति कृत्वा प्रथमतया स्वार्थे निष्प्रत्ययः भवति अनन्तरं द्वितीयवारं प्रेरणार्थे निष्प्रत्ययः भवति छीयोगः ईयोगः इ इति स्थितिः इदानीं तत्र धातुसंज्ञा भवति सनाद्यान्तदातवः इति धातुसंज्ञा भवति तत्र युगपत् अजोयनिति अपि च नेरनिति इत्यनेन प्रथमनिष्प्रत्ययस्य लोपः भवति वा अथवा वृद्धिः भवति वा अजोयनिति इत्यनेन वृद्धिः भवति वा इति प्रश्ने कृते तत्र अस्माभिः चर्चितं यत् निचः लोपः एव बलवत् अस्ति तत्र वार्तिकमपि मया उक्तं तत्र चाट् मध्ये स्थापितमस्ति वृद्धिकार्यस्य अपेक्षया निचः लोपः एव बलवत् अस्ति इति कृत्वा तस्य एव प्रथमतया कार्यं भवति अतः चियोगः ईयोगः इ इति स्थितौ प्रथमः निचः लोपः चियोगः इ इदानीं तु प्रक्रिया समाना तत्र चायि इति रूपं चाययति इति विकल्पेन रूपं भवति अत्र ची धातुः चिस्पुरोर्णौ इत्यनेन विकल्पेन आत्वमपि भवितुमर्हति एकस्मिन् पक्षे यदा आत्वं भवति तदानीं चापि इति रूपं चापयति इत्यपि रूपं भवति चाययति चापयति इति रूपद्वयं प्रेरणार्थे भवति तत्र मित् नास्ति इति कृत्वा दीर्घत्वं श्रूयते इति एतावता अस्माभिः प्राप्तम् अत्र कोऽपि प्रश्नः वा नो चेत् अग्रे गच्छामः भगिनी एकः प्रश्नः तत्र लीधातो वि उपसर्ग भूत्वा एव चत्वारि रूपाणि भवितुम् अर्हति किल वि उपसर्गपूर्वः नास्ति चेत् स्नेहविपातने इति न भवति न वि उपसर्गपूर्वकः नास्ति चेदपि प्रयोगाः सन्ति इति मया उक्तं खलु मया दृष्टं खलु तत्र कोशे पश्यति चेत् ली नास्ति चेदपि भवति क्षम्यतां वि नास्ति चेदपि भवति अस्तु इति अस्ति पश्यति चेत् कोशेषु पश्यति चेत् तत्र वि नास्ति चेत् तत्र किम् अस्ति विलीनयति इति अस्ति विलालयति इति अस्ति तत्र वि उपसर्गः नास्ति चेदपि समान अर्थेषु प्रयोगः दृश्यन्ते अतः कुत्र कुत्र भवति कुत्र न भवति इति चेत् तत्र प्रयोगः एव वयं शरणं प्राप्तुं शक्नुमः. अस्तु, प्रयोगाः वैयाकरणाः प्रयोगशरणाः. अस्तु, तत्र भगिनी एकवारं न अन्ये इत्यस्य शब्दस्य एकवारं वक्तुं शक्नोति वा? एकवारं तत् न अवगम्यते तत्र किञ्चित् अत्र. अस्तु, तत्र नान्ये मितो अहेतौ इति अस्ति. नान्ये मितो अहेतौ, नान्ये मितो हेतौ इति अस्ति. तर्हि इदं गणसूत्रं तत्र ज्ञपादयः षट् इति चुरादिगणे अस्ति खलु, ज्ञपादयः षट् इति गणः, तस्य गणस्य अन्तर् तस्य गणस्य अन्ते इदं सूत्रमपि अस्ति, इदं गणसूत्रमपि अस्ति. ज्ञपादयः षट् इत्यनेन षण्णां धातूनां मित्संज्ञा इति उक्तम्, मित्संज्ञा इति उक्तम्. इदानीं तस्य अनन्तरम् इदं सूत्रमस्ति, नान्ये मितौ हेतौ इति. न अन्ये इति तत्र किं, नान्ये मितौ हेतौ इत्यनेन एतान् धातून् विहाय, एतान् धातून् विहाय, षड् धातवः विहाय अन्ये धातवः मितः न सन्ति इति एकः अर्थः. अन्ये धातवः न अन्ये मितः इति अस्ति. ज्ञपादयः षट् इत्यनेन षड् धातवः मितः इति जानीमः, तर्हि न अन्ये मितः इति किमर्थं वक्तव्यम् इति चेत् अत्र अहेतौ, अहेतौ न अन्ये मितः इत्युक्ते तत्र चुरादिगणे ये धातवः सन्ति तेभ्यः केवलं ये षड् धातवः एव मितः, तदपि अहेतौ, अहेतौ इत्युक्ते स्वार्थे एव ये धातवः मितः, न तु प्रेरणार्थे. न अन्ये इत्युक्ते एतान् विहाय अन्ये धातवः मितः न सन्ति. न अन्ये धातवः मितः अहेतौ इत्युक्ते केवलं ये धातवः एव मितः सन्ति, अहेतौ, हेतौ न भवन्ति. ओ अस्तु, तत्र किञ्चित् अन्यरीत्या अर्थं बुध्यते. अस्तु अस्तु, अत्र उक्तं खलु पूर्वं किमर्थम् एवम् अत्र पठितं खलु, चीचुरादिगणे न अन्यमितौ हेतौ इति गणसूत्रेण मित् अहेतौ, अतः मितां ह्रस्वः इत्यनेन उपधास्वरः ह्रस्वः भवति स्वार्थे एव. गणसूत्रं नान्येमितौ हेतौ इत्यनेन अहेतौ स्वार्थे निचि ज्ञपादयः ज्ञपादिभ्यः अन्ये मितः न स्युः. तर्हि ज्ञपादयः एव मितः मितः भवन्ति, तत्रापि केवलम् अहेतौ स्वार्थे, अहेतौ स्वार्थे एव भवन्ति इति तत्र स्पष्टीक्रियते. ज्ञपादयः षट् इत्यनेन तस्मिन् गणे एव सुरादिगणे सन्ति, ते एव मितः सन्ति, तदपि अहेतौ एव. अन्ये धातवः ज्ञपादिभ्यः अन्ये धातवः न मितः सन्ति. अत्र शैली किञ्चित् भिन्नरीत्या वक्तुं, लाघवार्थम् एवं रीत्या उक्तमस्ति, अस्माभिः चर्चितं खलु, न अन्ये इत्यस्य स्थाने ज्ञपादयः इति स्थापयते चेत् सूत्रम् इतोपि दीर्घं भवति इति कृत्वा न अन्ये इति उक्तम्. इत्युक्ते कथं वक्तुं शक्यते, न अन्ये इत्यस्य स्थाने ज्ञपादयः मितः अहेतौ, ज्ञपादयः मितः अहेतौ इति वयं वदामः चेत् अर्थः अवगम्यते खलु. ज्ञपादयः मितः अहेतौ एव इत्युक्ते पूर्वं पूर्वेण सूत्रेण ज्ञपादयः षट् मितः इति प्राप्तम्, ओके, पूर्वेण प्राप्तम्. इदानीं तत्र किम् उच्यते इति चेत् केवलम् एते एव मितः, अन्येन मितः, तदपि मितः कुत्र, अहेतौ एव. अस्तु भगिनि, इत्युक्ते तत्र प्रथमम् एव प्राप्तं, तर्हि पुनः किमर्थं वदति इति चेत् नियमार्थम्, अत्रापि नियमः अस्ति खलु, नियमः अस्ति. इत्युक्ते पुनः एव ज्ञपादयः षट् मितः इति पुनः उच्यते. किमर्थम् उच्यते इति चेत् अहेतौ एव, हेतौ न सन्ति इति, अहेतौ एव इति नियमार्थम्. तत्र तर्हि न अन्ये इत्यस्य स्थाने ज्ञपादयः इति स्थापयति चेत् अर्थः अवबोध्यते. तत्रैव क्लेशः आसीत्, अधुना स्पष्टमस्ति, धन्यवादः. भगिनी मितः इत्युक्ते केवलं ज्ञपादयः इति नास्ति खलु तस्मिन् गणे, घटादयः तस्मिन् गणे मितः सन्ति खलु, न न तस्मिन् गणे भगिनि चुरादिगणे अन्तर्गणे तत्र न्यपादयः इति अन्तर्गणः वर्तते खलु न्यपादयः इति अन्तर्गणः वर्तते इदानीं चुरादिगणीयविषये अस्ति चुरादिगणे तस्मिन् अन्तर्गणः वर्तते ज्ञपादि इति गणः तत्र ज्ञपादयः षट् इति गणसूत्रेण एतेषां मित्संज्ञा भवति तत्पश्चात् पुनः वदति ज्ञपादयः मितः अहेतौ इति वदति तर्हि ज्ञपादयः षट् मितः इति पूर्वम् उक्तं तर्हि पुनः वदति किमर्थं वदति इति चेत् केवलम् अहेतौ एव एते मितः मितः इति कुत्र अस्ति ज्ञपादयः षट् इति अस्ति ज्ञपादयः मितः इति अत्र नास्ति खलु अत्र नास्ति चेत् तत्र तदर्थं तत्र नास्ति चेदपि मितः इति नास्ति चेदपि तत्र वस्तुतः सूत्रं कथमस्ति ज्ञपादयः षट् इति एव अस्ति वा इति एकवारं पश्यामि तत्र ज्ञपादयः षट् मितः इति अस्ति इति चिन्तितवती यदि तथा नास्ति तर्हि ज्ञपादयः षट् इति किमर्थं वक्तव्यम् इत्यनेन कः को लाभः ज्ञपादयः षट् इति ज्ञपादयः षट् इति एकः गणः इति चिन्तयतु ज्ञपादयः इति एकः गणः तत्र षड्धातवः सन्ति तत्पश्चात् इदं सूत्रमस्ति न अन्ये मितः केवलम् एते एव मितः इति अहं पश्यामि तत्र सूत्रं किम् अस्ति इति एकवारं परन्तु यावत् स्मरामि तत् उक्तवती परन्तु ज्ञपादयः षट् इति कथमस्ति इति पश्यामि मातुः पुस्तके न्यपादयः इति मातुः पुस्तके अस्ति वा भगिनि गणसूत्राणि गणसूत्राणि सन्ति गणसूत्राणि सन्ति न्यपादयः षट् पश्यामि तत्र कुत्र अस्ति न्यपादयः षट् इति परन्तु न अन्यमितो हेतौ इति तु सूत्रमस्ति नान्यमितौ अहेतौ इति सूत्रम् अस्ति तत् सूत्रं ज्ञपादयः षट् इत्यस्मिन् गणे वर्तते तत् सूत्रं यदि ज्ञपादयः षट् मितः इति सूत्रं नास्ति इति चिन्तयतु ज्ञपादिगणः तु वर्तते ज्ञपादि अन्तर्गणः वर्तते तत्र इदं सूत्रं तु वर्तते नान्यमितौ अहेतौ इति सूत्रं वर्तते तदानीं चुरादिगणे स्वार्थिकनिजन्तेषु ज्ञप इत्यतः चिय इत्यन्ताः षड्धातवः मितः एते ज्ञपादयः षड् एव मितः न अन्ये इति अस्ति चुरादिगणे एकवारं पश्यामि तत्र चुरादिगणे चुरादिगणे अस्ति वा ज्ञपादयः षड् ज्ञपादयो मितः इति गणसूत्रमस्ति ज्ञपादयो मितः इति गणसूत्रं ज्ञपादयः मितः इति सूत्रं तत्र साक्षात् अस्ति सूत्रं ज्ञपादयः मितः इति ज्ञप इत्यतः चिय इत्यन्तः इति षड्धातवः मितः इति गणसूत्रमस्ति अतः एते धातवः मितः तदनन्तरं न अन्यमितौ अहेतौ इत्यनेन एते एव मितः न अन्ये स्वार्थिकनिजन्तेषु एते ज्ञपादयः षडेव मितः न अन्ये अतः मितां ह्रस्वः इत्येतेषाम् एव भवति उपधा ह्रस्वः न अन्येषाम् इति उक्तम् अवगतं वा अवगतं वा श्रूयते वा अवगतम् अस्तु अतः सूत्रद्वयं वर्तते ज्ञपादयः मितः इति एकं सूत्रं न अन्यमितौ अहेतौ इति अन्यत् सूत्रम् सूत्रद्वयं वर्तते ज्ञपादयः षट् इति नास्ति ज्ञपादयो मितः इति अस्ति प्रश्नः उचितः अस्ति अस्तु अग्रे गच्छामः वा इदानीं विजयलक्ष्मी भगिनी भवत्येव पठतु वि इति धातुः पठितुं शक्नोति वा कार्यम्? श्रूयते वा? हा श्रूयते, इदानीमेव श्रूयते, वदतु। ओ म्यूट् मध्ये आसम्। वि धातुः वि गति व्याप्ति प्रजनकान्त्य कान्त्यसनखादनेषु अदादिगणे लट्लकारे वेति अर्थः गच्छति जन्यते च निचि अनेके अर्थाः तेषु एकः अर्थः प्रजनयति। वि इति धातोः विषये वि धातु अदादिगणे अस्ति। वि धातोः बहवः अर्थाः सन्ति। गति व्याप्ति प्रजनकान्त्यस् तत् कुत्र भग्नः भवति भगिनि? प्रजनकान्त्यसन् प्रजन प्रजन कान्ति कान्ति कान्ति अनन्तरम् असन असन असन खादनेषु इति बहवः अर्थेषु वि धातोः प्रयोगः अस्ति। लट्लकारे रूपं भवति वेति इति, अर्थः भवति गच्छति जन्यते च। अत्र प्रजन इति जन्यते इत्यस्य अर्थः वा भगिनि? सत्यं सत्यं, गच्छति जन्यते च। अत्र निचि अनेके अर्थाः सन्ति, तेषु एकः अर्थः अस्ति प्रजनयति इति। प्रजने वीयतेः इत्यनेन सूत्रमस्ति, प्रजने वीयतेः इत्यनेन प्रजनार्थे आ आदेशः विकल्पेन भवति निच् प्रत्यये परे। तदा अर्ति ह्री व्लि रीक्नुयि क्ष्मायातां पुङ्नौ इत्यनेन पुगागमः। अत्र सूत्रं वि धातोः विषये एव स्पेसिफिक् सूत्रमस्ति, प्रजने वीयतेः इति। प्रजन अर्थे एव वि धातोः निच् प्रत्यये परे विकल्पेन आदेशः भवति इति सूत्रार्थः। आ भवति चेत् अर्ति ह्री व्लि इति दीर्घसूत्रेण पुगागमः विधीयते। अतः प्रजने वीयतेः प्रजनार्थे विकल्पेन वि धातोः एचः स्थाने आकारादेशो भवति नौ परे। प्रजने सप्तम्यन्तं, वीयतेः षष्ट्यन्तं, द्विपदम् इदं सूत्रम्। आदेश उपदेशे अशिति इत्यस्मात् आत् एच् इत्यनयोः अनुवृत्तिः, तिस्त्रोर्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, विभाषा लीयतेः इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं। प्रजने विभाषा वीयतेः एचः आत् नौ। सूत्रस्य अर्थः, सूत्रे केवलं पदद्वयम् एव, प्रजने इति सप्तम्यर्थं सप्तम्यन्तं, वीयतेः इति षष्ट्यन्तं, द्विपदम् इदं सूत्रम्। अत्र वीयतेः इत्यपि धातुनिर्देशः अस्ति वा भगिनि? तस्य विषये एव अग्रे उक्तमस्ति, वीयतेः इति कीदृशरूपम् इति। ओ अस्तु, अत्र आदेशे उपदेशे अशिति इत्यस्मात् आत् इति आत् एवम् एच् इति पदद्वयम् अनुवर्तेते। चिस् पुरोर् नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, विभाषा लीयतेः इति सूत्रात् विभाषा इत्यस्य अनुवृत्तिः, प्रजने वीयतेः इति सूत्रस्य अनुवृत्तिसहित सम्पूर्णरूपं भवति प्रजने विभाषा वीयतेः एचः आत् नौ। तावदेव, तत्र वक्तुं किमपि नास्ति खलु. स्पष्टं स्पष्टम्. प्रजने इति तत्र विषय, प्रजने इति विषये इत्यस्मिन् अर्थे ली धातुः यदा प्रयुक्तः तदानीम् एचः स्थाने आतादेशः भवति नौ परे इति अस्ति. अस्तु, पठामि अग्रे अपि. न, धन्यवादः भगिनी, धन्यवादः. अन्य कोऽपि पठति? समीचीनं. तर्हि तत्र दीयतेः इति किमर्थम् उक्तम् इति अग्रे उक्तमस्ति. वंसि भगिनी पठतु. आं भगिनि, दीयतेः इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यं. वार्तिकमस्ति इति वार्तिकेन ष्टिप् धातुनिर्देशे वियोगः ष्टिप् कृत् प्रत्ययः, वियोगः दि, ष्टिप् सार्वधातुकप्रत्ययः, अतः सार्वधातुके यक् इत्यनेन कर्मणि यक्, वियोगः यक् योगः दि, वीयति इति प्रातिपदिकं, षष्ट्यन्तं सुबन्तरूपं भवति वीयतेः. ध्येयं ष्टिप् कृत् प्रत्ययः, अतः वीयति इति रूपं न आत्मनेपदं न वा, आत्मनेपदं न वा परस्मैपदम्, अपि तु कृदन्तं प्रातिपदिकम्. अस्तु, एतादृशः एव लीयते अपि भवति, पूर्वमपि दृष्टं तत्र. आमां, समीचीनं. तथैव नीलो लुक् लुक् अन्यतरस्यां लीयतेः, तत् विभाषा लीयते. विभाषा लीयते इत्यपि तत्रैव तदा एव तत्र इक्ष्टिपौ न कृतः, तत्र तत्र वियते इति रूपं कथं भवति इत्युक्ते इक्ष्टिपौ धातुनिर्देशे इत्यनेन तत्र वियोगः ष्टिप् तदा ष्टिप् इति सार्वधातुकप्रत्ययः अस्ति, क्षम्यतां, ष्टिप् इति कृत् प्रत्ययः अस्ति. कृत् प्रत्ययः तिंशित् सार्वधातुकमित्युक्ते सार्वधातुकप्रत्ययः अपि भवितुम् अर्हति. तत्र तत् सूत्रे तु कर्मणि रूपम् इष्यते, अतः तत्र सार्वधातुके यक् इत्यनेन यक् इत्यस्य आदेशः भवति, अतः तत् ष्टिप् स्थाने, अतः तत्र वियोगः यक् योगः ति इति भवति. वियति स्थाने नास्ति, ष्टिप् स्थाने नास्ति, यक् इति कुत्र भवति? मध्ये भवति यक् इति आदेशे. अस्तु, क्षम्यतां, तत्र यक् आदेशः नास्ति. सार्वधातुके यक् इत्यनेन आगमः भवति वा तत्र भगिनि? तत्र न, वियोगः ष्टिप्, वि धातुतः ष्टिप् प्रत्ययः यदा विधीयते तदानीं ष्टिप् प्रत्ययः सार्वधातुकप्रत्ययः इति कृत्वा सार्वधातुके यक् इत्यनेन यक् इति विकरणप्रत्ययः विधीयते. हा, विकरणप्रत्ययः, क्षम्यतां, हा, तत्र विकरणप्रत्ययः अस्ति न, सत्यं, सार्वधातुके यक् इत्यपि विकरण, अतः तत्र धातु तिङ् प्रत्ययः मध्ये आगच्छति, अतः तत्र, हा, सत्यं, तिङ् प्रत्ययः नास्ति, क्षिप् इति अस्ति तत्र प्रत्ययः. क्षिप् पकारः लोपः भवति, षकारः लोपः भवति, ष्टि अवशिष्यते, सार्वधातुकप्रत्ययः भवति, अतः तत्र सार्वधातुके यक् इत्यनेन यक् इति विकरणप्रत्ययः मध्ये आगच्छति. वियोगः यक् योगः इति वियति इति प्रातिपदिकं रूपं भवति. तत्र सुबन्तरूपं षष्ट्यन्तं पदं तु वियतेः इति भवति, अतः किम् अस्ति तत्र प्रत्ययः, अतः वियति इति रूपम्. अस्तु, अतः तत्र वियतेः इति षष्ट्यन्तं रूपम् अस्ति, तत्तु परस्मैपदिरूपं नास्ति, आत्मनेपदिरूपं नास्ति इति उक्तम्, अतः तत्र कर्मणि रूपं यक् इति कर्मणि रूपमेव भवति न, कर्मणि रूपं वस्तुतः वीयते इति कर्मणि रूपं, वीयते इति कर्मणि रूपं, तिङ् प्रत्ययः तत्र वीयते इति, अत्र वीयते इति अत्र वीयति इति एव रूपं, वीयति वीयति इति ष्टिपानिर्देशः, तत्र मध्ये यक् प्रत्ययः अपि स्वीकृतः, यक् प्रत्ययः अपि स्वीकृतः. तर्हि किमर्थम् अत्र वीयतेः इति वक्तव्यं? वेः किमर्थं न उक्तम् इति अपि प्रश्नः जातः लीयतेः इत्यस्मिन्नपि. तत्र यङ् लुको इत्यस्य तत्र आत्वं न भवेत् इति, यदि ष्टिपानिर्देशः भवति चेत् तत्र यङ् लुकौ अपि कार्यं भवति वा न भवति वा इति स्मरामि. तत्र यदि ष्टिप् निर्देशेन, तत्तु ष्टिप् निर्देशेन यद् भवति वदति समीचीनं, तत्र यङ् लुकि कार्यं न भवति इति तु ष्टिप् ष्टिप् प्रत्ययेन निर्देशः चेत् तद् न भवति इति अस्ति. परन्तु अत्र किमर्थं तत्र यका निर्देशः किमर्थम् इत्युक्ते तत्र वेः इति अपि भवितुम् इक् निर्देशकृतः अपि वेः इति भवितुम् अर्हति पूर्वं तु लीयते इत्यस्मिन् तु तत् यङ्ग् लुक् इत्यस्य कार्यं मा भूत् इत्येव तत्र तस्य विवरणम् आसीत् परन्तु लीयते इति तु बहुषु गणेषु अस्ति इति कृत्वा तत्र कर्मणि प्रयोगः दत्तम् आसीत् परन्तु अत्र किमर्थम् इति न जाने वस्तुतः केचन इति अदादिगणे केवलम् अदादिगणे एव अस्ति खलु हा अदादिगणे एव अस्ति इति अस्ति इति अस्ति परन्तु तत्र केचन वैयाकरणः किं वदन्ति इति चेत् वेय वेय इति धातुः अस्ति खलु वेय तस्य कर्मणि रूपं वीयते इति अस्ति तत्र सम्प्रसारः भवति वीयते इति रूपं भवति अतः तस्य धातोः किं साक्षात् तत् तस्मिन् अस्ति न भगिनि साक्षात्साः वे इति इति इति पश्यतु तत्र हा इत्युक्ते तत्र वि धातोः वेय वेय इति धातोः वेय इति धातोः यदा सम्प्रसारणं भवति यकानिर्देशः इत्युक्ते कर्मणि रूपे तदानीं दीयते इति रूपं लभ्यते मे धातोः तस्यापि ग्रहणम् अत्र भवति इति केचन वदन्ति परन्तु इदानीं यदा वंशी भगिनी यथा भगिनी उक्तवती तत्र शाचा साह्वा व्या वेपां युक् इत्यनेन अपि इदानीं प्रजने वीयते इत्यनेन कः लाभः इति चेत् आत्वमेव भवति खलु आत्वं भवति आत्वं भवति चेत् तत्र वै वैयोगः निच् आत्वं भवति चेत् वायोगः निच् अनन्तरं वापयति इति रूपं लभ्यते एकस्मिन् पक्षे अन्यस्मिन् पक्षे किं रूपं भवति वाययत इति रूपं भवति वाययति वाययति इति रूपं भवति तत्तु शाचा साह्वा व्यावेपां युक् इत्यनेन परन्तु अत्र व्ययधातोः तस्यापि ग्रहणम् अत्र अस्ति इति वयं चिन्तयामः चेत् व्ययधातोः वा इति तत्र वेदातोः आदेशोपदेशशितिनेन आत्वं भवति अतः अस्य सूत्रस्य आवश्यकता नास्ति आत्वम् आत्वं कर्तुं वेदातोः अतः तादृशतर्कः अपि तत्र सम्यक्तेन सङ्गच्छते इत्युक्ते वेदातोः ग्रहणे भावकर्मणे दीयते इति नास्ति भगिनि ऊयते किं किमस्ति ऊयते ऊयते ऊयेते ऊयन्ते इति सम्प्रसारणं कृत्वा ऊयते ऊयते ऊयन्ते इति अस्ति न वेय इति धातुः अस्ति खलु वेय वे न सन्तु वेय तन्तु सन्ताने न वेय संवरणे संवरणे इति वा वे इति अस्ति तत्र व्या इति भवति व्या इति आदेशोपदेशशति इत्यनेन व्या इति भवति तदनन्तरं तत्र सम्प्रसारणं भवति अतः वि इति भवति तत्र वीयते इति रूपं लभ्यते व्या धातोः व्ये संवरणे लटि भवति व्याययति इति भवति व्याययति व्या हा व्या इति भवति व्या अनन्तरं व्या इति भवति, तदनन्तरं तत्र शाचा साह्वा युगागमः इत्यनेन युक् इति भवति चेत् व्याययति इति रूपं लभ्यते तत्र. व्यायी सत्यम् इति तत्र केचन वैयाकरणः तथा वदन्ति. अतः कर्मणि प्रयोगः, अतः कर्मणि प्रयोगः इति वदन्ति इति तत्र सर्वेषां मतं नास्ति, केचन वदन्ति. काशिकायां तु तादृशं किमपि न उक्तम्, तादृश काशिकायां तत्र यकानिर्देशः धातोः केवलम् अत्र वि धातोः एव ग्रहणं, यकानिर्देशः किमर्थम् इति तस्य चर्चा नास्ति अत्र. तर्हि अत्र वीयतेः रूपं किमर्थं स्वीकृतम् इति एकवारं पुनः वदति वा भगिनी तत्र? न, अत्र वस्तुतः वीयतेः इति कर्मणि रूपम् इति वयं जानीमः खलु, वीयते इति कर्मणि रूपम् अस्ति. तत्र यकानिर्देशः किमर्थं कृतम् इति चेत् तत्र वि इति एकः धातुः अस्ति, गति इदानीं दृष्टं खलु किमस्ति, गति गतिव्याप्ति कान्ति प्रजन इत्यादि अस्ति खलु, तद् तस्य ग्रहणम् अस्ति. अपि च व्यय इति एकः धातुः, वकारः यकारः एकारः ज्ञकारः संवरणे इति धातुः, तत्रापि आत्वं विकल्पेन भवति इति, तत्रापि आत्वं विकल्पेन भवति इति. तर्हि इदानीं वेदातुः एजन्तदातुः अतः आदेश उपदेशिष्यति इत्यनेन आत्वं भवति खलु, नित्यरूपेण आत्वं भवति खलु. परन्तु अत्र किं वदन्ति इति चेत् अत्र नित्यरूपेण न भवति, अनेन सूत्रेण विकल्पेन आत्वं भवति तत्रापि. तर्हि यस्मिन् पक्षे आत्वं भवति तत्र व्या इति भवति, तदनन्तरं युगागमः भवति, व्याययति इति रूपं भवति. परन्तु यत्र आत्वं न भवति वे धातोः, वेययोगः णिच् तत्र आत्वाभावपक्षे तत्र किं भवन्ति इति चेत् निजन्तात् क्विप् इति क्रियते, क्विप् क्रियते, अतः क्विप् इति कृत्वा तत्र पुनः आत्वं कृत्वा तत्र व्याः व्यौ व्याः इति तादृशरूपाणि लभ्यन्ते इति तत्र मतभेदः अस्ति. रूपे भेदः भवति, अत्वपक्षे भेदः, अत्वभावे भेदः इति केषाञ्चन मतम्. वस्तुतः प्रयोगे एतादृशरूपम् अस्ति वा इति एकवारं द्रष्टव्यम्. परन्तु प्रश्नः तत्र तु विधातु कृते इति अस्ति, वे इत्यस्य कृते नास्ति न ना एतत् सूत्रं तु न इति केचन वदन्ति भगिनि. वीयते इति रूपं तु वेयधातोः अपि वीयतेः एव रूपं भवति खलु कर्मणि प्रयोगे. अस्तु अस्तु, तत् स्वीकृतं वा? अस्तु, कर्मणि प्रयोगे वेयधातोः सम्प्रसारणं कृत्वा वीयतेः इत्येव रूपं भवति. वीयतेः इति सूत्रे उक्तत्वात् न केवलं वी धातोः ग्रहणम्, अपि च वेयधातोः अपि ग्रहणं, तत्र आत्वं विकल्पेन भवति इति उक्तम्. सत्यम्, अस्तु अवगतं भगिनि. तत्र आत्वं विकल्पेन भवति चेत् अन्यस्मिन् पक्षे वेय इत्येव भवति, वेययोगः णिच् इति स्थितौ तत्र रूपं कथं लभ्यते इति पुनः तत्र चिन्तनीयं, तत्र रूपं कथं लभ्यते इति. वेययोगः णिच् इत्यत्र किं भवति, एकारस्य अयादेशः भवति चेत् वयि इति भवति, व्ययति इति रूपं लभ्यते, व्याययति व्ययति इति रूपं लभ्यते. परन्तु तत्र किम् अत्र किम् उक्तमिति चेत् युक्विधानात् तथापि निजन्तात् क्विप् प्रत्ययः क्रियते, अतः व्याः व्यौ व्याः आत्वाभावपक्षे वै व्यायौ व्ययौ इति तत्र क्विप् प्रत्ययस्य योजनेन तत्र रूपभेदः भवति इति प्रदर्शयति. परन्तु वस्तुतः एतादृशरूपं लोके अस्ति वा इति एकवारं चिन्तनीयम्. अस्तु, परन्तु वेयधातोः अष्टाध्याय.com मध्ये एकमेव रूपं दत्तमस्ति, व्याययति इत्येव रूपं दत्तमस्ति. व्याययति इति रूपं तु शाचा साह्वा व्यावेपं युक् इत्यनेन एव लभ्यते, तत्र भिन्नरूपं किमपि न दत्तम्, अतः केषाञ्चन मतम् इति उक्तमस्ति तावदेव, सर्वेषां मतं नास्ति. अतः केचित् उत्प्रेक्षयन्ति, सम् पीपल् आर् एक्सागरेटिङ्ग्, उत्प्रेक्षयन्ति इति उक्तमस्ति. अतः अत्र यत्किमपि भवतु, अत्र तु वी धातोः एव मुख्यतया कार्यमस्ति इति वयम् अवगन्तुं शक्नुमः. इतोपि किमर्थं वीयतेः इति उक्तम् इति चर्चा नास्ति. अस्तु अस्तु अस्तु भगिनी, धन्यवादः. अस्तु अग्रे गच्छामः. इदानीम् अग्रे लक्ष्मी भगिनी अस्ति वा? सा कथवती. अस्तु अस्तु अस्ति अस्तु पठतु. यद्यपि वीधातुः यद्यपि वीधातुः अपि अन्ये विशेषाः ईकारान्ताः इकारान्ताः ईकारान्ताः धातवः इव एजन्तः नास्ति, तथापि प्रक्रियायां वृत्ति आदेशेन एच् आयाति. निचि परे अचोन्यति इत्यनेन वृद्धिः, यथा वियोग निच् अचोन्यति इत्यनेन वृद्धिः, वैयोग इ ईकारान्तः वि धातुः एजन्तः जातः, प्रजने वीयतेः इत्यनेन प्रजनार्थे आकारादेशः, वा योग इ अर्थे ह्रीव्री री ग्नोयि क्ष्मायातां पुग्नौ इत्यनेन, वा योग पुक् योग इ वापि इति निजन्तधातुः वापयति इति रूपम्. अत्र वि इति धातुः वस्तुतः ईकारान्तः धातुः अस्ति, यजन्तधातुः नास्ति. अत्र वृद्धिः यचो अचोन्यति इत्यनेन वृद्धिः प्राप्य ततः परम् आकारः आयाति. इत्युक्ते वि योगणिच् इति अवस्थायाम् अचोन्यति इत्यनेन वृद्धिः भवति प्रथमतया. तर्हि वि इत्यस्य ईकारस्य ऐकारादेशः भवति. वै योग इ इति स्थितौ ईकारान्त वि धातुः इदानीम् एजन्तः जातम्. एच् अन्ते अस्ति, ऐकारः अन्ते अस्ति इति कृत्वा प्रजने वीयतेः इति सूत्रं प्रवर्तते. अनेन सूत्रेण प्रजनार्थे अस्ति इति कृत्वा आकारादेशः भवति वै इति धातोः. अतः अत्र रूपं भवति वा योग इ. इदानीम् आकारान्तधातुः इति कृत्वा अर्ति ह्री व्ली री ग्नु ई क्ष्मायातां पुग्णौ इति सूत्रेण पुग्गागमः भवति, धातोः पुक्कागमः भवति. अतः धातोः अनन्तरं पुक् आयाति. वा योग पुक् योग इ इति स्थितिः. अत्र पकारस्य इत्संज्ञा, क्षम्यता, ककारस्य इत्संज्ञा भवति. उकारः उच्चारणार्थं केवलं पकारः तिष्ठति. तर्हि वापि इति नूतनधातुः निजन्तधातुः रूपं भवति. ततः परं पुनः वापि इत्यत्र पुनः शप् आयाति. शप् वापि इत्यस्य गुणः भूत्वा वापे. ततः परं वापे योग आयोगति, वापयति. तत्र पुनः यचो यवायावः अपि भूत्वा वापे वापै वापय वापयति इति अन्तिमरूपं वापयति इति भवति. अग्रे पठानि किं भगिनि? समीचीनं भगिनि, बहु समीचीनम्. अत्र एकं वक्तव्यम् अत्र अस्ति एव विषये बालमनोरमम् उक्तं. वस्तुतः वे धातोः ग्रहणं नास्ति अत्र अस्मिन् सूत्रे तस्य प्रजनार्थकत्व अभावात्. प्रजने इत्यस्मिन् अर्थे एव नास्ति वेयधातोः, अतः तस्य ग्रहणमेव नास्ति अत्र इति वस्तुतः शब्देन्दुशेखरे नागेशेन उक्तम् इति अस्ति. अतः केवलं वि गति प्रजन किं प्रजनकान्ति इत्यस्मिन् अर्थे एव अस्य धातोः एव ग्रहणं, वि धातोः एव ग्रहणम्, अदादिकधातोः एव ग्रहणम् अत्र, न तु तर्हि वीयतेः इति किमर्थं दत्तम् इति वीयतेः इति किमर्थं दत्तम् इति चेत् तत्र एकः एव धातुः अस्ति. एकं तु स्टिपानिर्देशः तु यङ्लुकि कार्यं न स्यात् इति कृत्वा स्टिपानिर्देशः कृतः. तर्हि तत्र अलादिकधातुः अस्ति चेत् तत्र वस्तुतः वेति इति वक्तुं शक्यते आसीत् खलु, वेति इति वक्तुं शक्यते आसीत्। किमर्थं वीयतेः इति उक्तम् इति तदर्थमेव वीयतेः, तत्र तदर्थमेव केचन वदन्ति ओ वीयतेः इति उक्तम् अतः वेयधातोः अपि ग्रहणम् इति तथा वदन्ति, परन्तु तादृशं नास्ति, यतोहि तत् सः धातुः तु प्रजनार्थकधातुः नास्ति, तर्हि किमर्थं वेयतेः इति चिन्तयन्तु। अत्र नूतनं किमपि लभ्यते चेत् वदन्तु, इदानीम् अत्र किमपि नास्ति। तत्र विभाषालीयतेः प्रजने वीयते द्वयोः आत्वं भवति इति तत्र स्मरणे तिष्ठति इति कारणात् वा भगिनि? न जाने, तत् रिसबिक् अस्ति इति, विभाषा लीयतेः प्रजने वीयते इति कारणात् तत्र आत्वं भवति द्वयोः सूत्रयोः इति न जाने भगिनि अत्र किमर्थं वीयतेः इति उक्तं। एकं तु यङ्ग्लुकि न भवति इति भवती उक्तवती, समीचीनं, परन्तु तत्तु स्थिपानिर्देशः, तत्र वेति इति वदामः चेदपि अङ्ग्लुकि न भवति, तर्हि किमर्थं यक यक् प्रत्ययस्य योजनं तत्र कर्तव्यं? सत्यं, तदपि अस्ति इति इत्युक्ते तत्र वेति इति वदति चेत् हा वी धातोः एव वेति इति रूपमस्ति खलु, वी धातोः एव वेति इति रूपमस्ति, अन्य अन्यस्य कुत्रचित् वेति इति रूपमस्ति वा? नास्ति, विधिधातोः अपि अस्ति खलु वेति, वित्तः विदन्ति इति, विधिधातोः अपि वेति वेति तत्र वेत्ति इति अस्ति, न तु वेति, सत्यं वेत्ति इति अस्ति न तु वेति। अतः वेति इति वदति चेदपि केवलं वीधातोः एव ग्रहणम्, अतः किमर्थं यकानिर्देशः इतो दीर्घः किमर्थम् इति किञ्चित् चिन्तनीयं, तत्र अन्यत् किमपि अस्ति वा इति, इदानीं तत्र किमपि नास्ति व्याख्यानेषु, पुनः एकवारं द्रष्टव्यम्। अस्तु गच्छामः, अग्रे गच्छामः, समीचीनं। तर्हि आहत्य रूपद्वयं किम्? एकमेव रूपं पठितवती भगिनि, अन्यत् रूपं पठामि किं? प्रजनार्थे आत्वाभावे वियोगणिच् अचोञ्यनिति इत्यनेन वृद्धिः, वै योग इ यचोयवायावः इत्यनेन वाय् योग इ वायि इति नूतनधातुः, पुनः तेन सह शप् योजयित्वा वाययति इति रूपं स्यात्। इत्युक्ते आहत्य वापयति वाययति इति रूपद्वयं प्रजनार्थे। अन्यत् अपि अस्ति एकं रूपं प्रजनार्थे नास्ति चेत्, किमस्ति तत्रापि प्रजनार्थे नास्ति चेत् वियोगणिच् अचोञ्यनिति इत्यनेन वृत्तिः, तर्हि वै योग इ इति अस्ति, यचोयवायावः इत्यनेन सन्ति कार्यं भूत्वा वा योग इ वायि वाययति इति एव समानरूपमेव अस्ति, किन्तु अत्र प्रजनार्थे नास्ति इति वैशिष्ट्यमस्ति। तर्हि प्रजनार्थः अस्ति चेदपि नास्ति चेदपि वाययति इति रूपं स्यात्, यत्र विकल्पेन आकारादेशः प्रजनार्थे भवति, तत्र तु वापयति इति रूपम्। समीचीनं, तर्हि वापयति इति रूपमस्ति चेत् प्रजनार्थे इति एव अस्ति, वाययति इति रूपं प्रजनार्थे अपि भवितुमर्हति, प्रजनभिन्नार्थे अपि भवितुमर्हति, यत्र तत्र कान्ति इत्यादिषु अर्थेषु अपि वाययति इति रूपं, तर्हि आहत्य रूपद्वयमस्ति अत्र। अस्तु भगिनि, तर्हि अत्र क्षम्यताम्, अत्र असनखादनेषु इति अस्य किमपि अर्थः किं भवेत्? कान् खादनेषु इति तु खादनम् एव, किमपि नास्ति खादनेषु। आसन इत्युक्ते तत्र आसन इत्युक्ते क्षेपणम् इत्युक्ते तदपि क्रिया इत्युक्ते धातुः अस्ति वा आसन इति? न, अर्थः वि धातुः अर्थः अस्तु, क्षेपणे इति अर्थः, गतिः व्याप्तिः प्रजन कान्तिः असन कादनेषु इति भिन्नभिन्न अर्थाः सन्ति. अस्तु धन्यवादः भगिनि. अस्तु तर्हि इदानीम् अग्रे गच्छामः. भी इति धातुः, भीभये. तर्हि किं सरस्वती भगिनी पठति वा? आं भगिनि, असन एतत् लुडन्तरूपम् अस्ति वा असुक्षेपणे धातोः? अतः असन एवं तस्य अर्थे असन एवम् आगच्छति वा? एवं न वा? असनम् इति किं तत्र मकारः न श्रूयते खलु? असनम् इति न, असनं नास्ति, परन्तु तत्तु केवलं समासे गतमिति वा? समस्तपदम् अस्ति, अतः असन एवम् अस्ति वा? अहं चिन्तयामि, न जानामि, यतोहि असुक्षेपणे धातुः अस्ति न तुत्रो, अत्रापि अर्थः तु तुत्रो एव अस्ति न, अतः चिन्तितवती अतः पृष्टवती. असुक्षेपणे इत्यस्मात् असनम् इति रूपं असनम् इति रूपम् अस्ति वा इति. असनम् इति तु असनम् इति तु तत्र नै अस्ति खलु असनम्. असनम् इति तत्र नै अस्ति. असनम् असनं लुडन्तम् अस्ति, लुडन्त अस्ति भगिनि, क्षेपणे लुट् अस्ति, क्षेपणम् इति अर्थः, क्षेपणे इति अर्थः अस्ति खलु? आमां तदेव, असुक्षेपणे दिवादिगणस्य धातुः अस्ति न, तत्र असनं लुडन्तरूपम् अस्ति, ततः एव असन आगच्छति वा अत्र अर्थे, एवं चिन्तितवती. आम् न न, परन्तु असुक्षेपे हा असनमिति रूपं, सत्यम् असनम् असुक्षेपे, असुक्षेपे तस्मात् एव स्यात् असन इति. आम् अस्तु, नो चेत् क्षेपणमिति अर्थः न लभ्यते खलु. अस्तु अग्रे गच्छामि वा? भी धातुः, भी भये जुहोत्यादिगणे लटि बिभेति, बिभेतेर्हेतुभये सूत्रमस्ति, बिभेतेरेचः नौ आत्वं वा स्यात् प्रयोजकात् भयं चेत्, प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भी धातोः अन्त्यस्य एचः स्थाने आ आदेशो विकल्पेन भवति नौ परे, हेतोर्भयं हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः, बिभेतेः षष्ट्यन्तं हेतुभये सप्त्यन्तं द्विपदमिदं सूत्रम्, आदेच उपदेशेषिति इत्यस्मात् आत् इच् इत्यनयोः अनुवृत्तिः, स्फुरोर्णौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, विभाषालीयतेः इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति, विभाषा हेतुभये विभेतेः एचः आत् नौ. तर्हि भी धातोः विषयः अस्ति, तर्हि तस्य लटिरूपमस्ति बिभेति. अत्र एकं सूत्रमस्ति बिभेतेर्हेतुभये, इत्युक्ते बिभेतेः नौ यदि आगच्छति तर्हि आत्वम् आत्वं भवति, नौ इत्युक्ते पुनः प्रयोजकरूपम् अस्ति, तदा आत्वं भवति प्रयोजक, केवलं प्रयोजकात् भीतिः अस्ति चेत् इत्युक्ते भीतिः इत्युक्ते हेतुभयम् अस्ति अथवा भये अस्ति, हेतोर्भयं हेतुभयं तस्मिन् हेतुभयं, हा तर्हि एतत् केवलं पञ्चमी रूपम् अस्ति, पञ्चमी तत्पुरुषसमास अस्ति तत्र, तर्हि भी धातोः सदैव सर्वदा पञ्चमी एव भवति, पञ्चमी तत्पुरुष एव भवति. तर्हि बिभेतेः एतत् षष्ट्यन्तं रूपम् अस्ति, यदि हेतुभये सप्तम्यन्तम् अस्ति द्विपदं सूत्रं, पुनः अत्र भी अस्ति आदेच उपदेशेषिति इत्यस्मात् आत् एचः एचः आत् तथा एचः अनुवृत्तिः आगच्छति, पुनः ची स्फुरोर्णौ तः णौ अनुवृत्तिः विभाषा लियते ततः विभाषा अनुवृत्तिः अतः अनुवृत्तिसहितसूत्रमस्ति विभाषा हेतुभये बिभेतेः एचः आत् णौ इत्युक्ते यदि एचः भवति णौ तस्मात् परम् अस्ति तर्हि आत् भवति एचः एचः आत् भवति यदा भी धातोः हेतुभयम् एव अस्ति तदैव तद् तदा एव समीचीनम् हा एकक्षणं पश्यामः सर्वे अवगतवन्तः पश्यामः हा समीचीनं तस्मात् पूर्वम् एकं वक्तुम् इच्छामि तत्र कोशेषु व्ययति इति अपि रूपम् अस्ति व्ययति तर्हि व्ययति इति रूपं कथं लभ्यते व्ययधातोः एव तत्र आत्वं यदा न भवति व्ययधातोः आदेशोपदेशः इति तेन नित्यरूपेण आत्वं भवति चेत् तदानीं व्याययति इति एव रूपं लभ्यते परन्तु इदानीं प्रजने वीयतेः इति सूत्रेण तत्र आत्वं विकल्पेन भवति इति वयं स्वीकुर्मः चेत् यस्मिन् पक्षे आत्वं न भवति तत्र व्ययोगः णिच् तत्र अयादेशः व्ययति इति अपि रूपं लभ्यते तादृशरूपं प्राप्तुं वीयतेः इति उक्तं वा इति संशयः भवितुमर्हति अस्तु भगिनि अतः तत्सूत्र धातुद्वयमपि भवितुमर्हति इति अत्र किञ्चित् तत्र सर्वत्र व्ययति इति प्रयोगः अस्ति वा इति द्रष्टव्यम् अपि च तत्र चुरादिगणे अपि व्यय इति अन्यः धातुः अस्ति टु स्पेण्ड् इत्यस्मिन् अर्थे टु स्पेण्ड् इत्यस्मिन् अर्थे अस्ति परन्तु अत्र व्ययति कोशे तु टु गो इति अस्ति टु गो व्ययति टु गो गो इति अर्थः तु चुरादिगणे धातुतः न लभ्यते टु स्पेण्ड् इत्यस्मात् टु गो इति अर्थः न लभ्यते व्ययः इत्युक्ते तत्र वयं जानीमः खलु सामान्यतया व्ययः इति व्ययति इत्युक्ते तस्य अर्थे अस्ति वा इति चेत् न तत्र गो इति अर्थे अस्ति अतः तत्र प्रायः तस्मिन् तेषु दिनेषु वीयतेः इत्यत्र अन्यस्य अपि ग्रहणं प्रायः स्यात् किमपि तत् वैचित्र्यं वर्तते तत्र अस्तु यत्किमपि भवतु इदानीं बिभेतेर्हेतुभये इति सूत्रमस्ति तत्र भीधातुः जुहोत्यादिगणीयधातुः भीधातुः भीधातुः णिचिपरे आत्वादेशः विकल्पेन भवति यदा तत्र प्रयोजककर्ता यः अस्ति तस्मात् भयम् उद्भवति चेत् प्रयोजकात् भयं चेत् अत्र हेतुः इति उक्तं खलु हेतुः इत्यनेन कः अर्थः हेतुभयम् हेतुभये इत्यस्य कः अर्थः प्रयोजककर्तुः भीतिः इति प्रयोजक तत्र पञ्चमी तत्पुरुषसमासः अस्ति हेतोः भयं हेतोः भयम् इत्युक्ते हेतुतः भयं हेतुः इत्युक्ते अत्र निजन्तप्रसङ्गे हेतुः इत्युक्ते प्रयोजककर्ता हेतुः इति कथं संज्ञा लभ्यते न तत्तु निच् विधायकसूत्रं प्रयोजककर्तुः हेतुः इति संज्ञा कथं लभ्यते तत्प्रयोजको हेतुश्च इत्यनेन प्रयोजककर्तुः हेतुसंज्ञा अपि भवति इति कृत्वा अत्र हेतुतः भयम् इत्युक्ते प्रयोजककर्तुतः भयं प्रयोजककर्तुः भयम् अतः यत्र तादृशभयम् अस्ति तत्र एव आत्वं भवति अनेन सूत्रेण बिभेतेः हेतुभये हेतुभये आत्वं भवति इति सूत्रार्थः विकल्पेन भवति विभाषा इत्यपि अस्ति अस्तु इदानीं तस्य सम्बन्धे एव तस्मिन् सम्बन्धे एव अन्यत् सूत्रमस्ति विस्मयोर्हेतुभये इति सूत्रं सरस किं शोभा भगिनी पठतु तत्र विकल्पेन न दत्तमस्ति न भगिनि विस्मयोर्हेतुभये इति तत्र विकल्पेन अस्ति वा सूत्रस्य कार्यं न बिभेतेर्हेतुभये इति विकल्पेन अस्ति इत्युक्तं विस्मयोर्हेतुभये इति न दृष्टम् इदानीं पश्यामः ओ क्षम्यतां बिभेतेर्हेतुभये अत्रापि ओ विभाषा इति अस्ति वा अस्तु विभाषा दीयते इत्यस्मात् विभाषा अस्तु आं भगिनि पठतु भीष्मयोर्हेतुभये इति सूत्रं प्रयोजकात् साक्षात् भीतिः चेत् भीधातुः स्मीधातुः च आत्मनेपदिनौ भवतः भीश्च स्मिश्च भीस्मी तयोर्भीष्मयोः हेतोर्भयं हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः भीष्मयोः षष्ट्यन्तं हेतुभये सप्तम्यन्तम् अनुदात्तणित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः प्रेरणौ यत् कर्म णौ चेत् स कर्ता न अधाने वा कर्ता न अधाने अधाने प्रेरणौ यत् कर्म णौ चेत् स कर्ता न अधाने इत्यस्मात् णेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं हेतुभये नेहे भीष्मयोः आत्मनेपदम् इति इदानीं तत्र पूर्वस्मिन् सूत्रे भी इति धातोः हेतुभये विकल्पेन आदेशः आत्मा भवति इति उक्तम् अत्र अस्मिन् सूत्रे पुनः भी धातोः अन्यः किम् अन्यः कार्यमपि अपि भवति भी अपि स्मी इति धातु धातुद्वयं तयोः कृते पुनः तत्र प्रयोजकात् साक्षात् भीतिः अस्ति चेत् तदा एतयोः धात्वोः आत्मनेपदीरूपं भवति क्रियापदस्य इति अत्र विषयः तत्र यथा उक्तं पञ्चमी तत्पुरुषः भवति इति भी पूर्वस्मिन् सूत्रे अपि इति उक्तम् इति मन्ये तत्र किन्तु भीश्च स्मिश्च भीस्मी इति भवति तयोः भीष्मयोः इति द्विवचने षष्टिविभक्त्यां हेतोः भयम् इति हेतुभयम् इति पञ्चमे तत्पुरुषः इति दृष्टं तस्मिन् हेतुभये इति भीष्मयोः इति षष्ट्यन्तं भवति हेतुभये इति सप्तम्यन्तम् अत्र आत्मनेपदी इति अनुवृत्तिः अनुदात्तणित आत्मनेपदम् इति सूत्रेण स्वीकृतम् अपि च अत्र अन्यत् एकं सूत्रं नूतनसूत्रम् अस्ति प्रेरणौ यत् कर्म णौ चेत् स कर्ता न तत्र न अधाने इति एव अस्ति वा भगिनि न अधाने इत्युक्ते प्रेरणौ ध्याने अनाध्याने अस्ति वा भगिनि कर्ता नाध्याने इति भवति तत्र अनाध्याने कर्ता अनाध्याने अस्तु प्रेरणौ यत् कर्म प्रेरणौ नास्ति नेरणौ ओ क्षम्यतां नेहे अणौ यत् कर्म णौ चेत् सः कर्ता अनाध्याने अनाध्याने इत्युक्ते किं भगिनि तस्मिन् सूत्रे किमर्थं तेवम् उक्तम् इति द्रष्टव्यं भगिनि इदं सूत्रम् अनाधाने एव अनाध्याने नास्ति अनाधाने एव न अनाध्याने अनाद्याने अत्र किम् अस्ति चेत् निच् इति कर्तरि अभिप्राये क्रियाफले सिद्धमेव आत्मनेपदं भवति इति तत्र दत्तम्. कर्ता भवति अनाद्याने आद्यानं वर्जयित्वा. अत्र द्रष्टव्यं भगिनि सूत्रं किम् अस्ति, उदाहरणं किम् इति अनन्तरं पश्यामि. अत्र अस्माकं प्रासङ्गिकं नास्ति खलु, अतः तत् न दृष्टं. तस्मात् सूत्रात् केवलं नेः इत्यस्य अनुवृत्तिः अस्ति तावदेव. तत्र तु सूत्रे तु इदं सूत्रं तु आत्मनेपदप्रकरणे अस्ति, अतः आत्मनेपदविधानं कुत्र भवति, अन्यत्र कुत्र भवति इति एव वक्तुम् इच्छति. यतोहि अत्र विस्मयर् हेतुभये इति सूत्रमपि तत्र एव अस्ति आत्मनेपदप्रकरणं. यत्र इत्युक्ते सामान्यतया निच् निच् प्रत्ययः वर्तते चेत् तत्र निचश्च इति सूत्रेण निजन्तदातवः उभयपदिनः भवन्ति खलु. निचश्च इति सूत्रेण उभयपदिनः भवन्ति, परन्तु अत्र अनेन सूत्रेण नेः अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने इत्यत्र निचश्च इत्यस्य अपवादः अस्ति इति वयम् अवगन्तुं शक्नुमः. तर्हि विशेष अवस्थायाम् आत्मनेपदत्वमेव भवति, न तु परस्मैपदम् इति तत्र तत्र विवक्षा का इति किञ्चित् द्रष्टव्यं, परन्तु आत्मनेपदप्रकरणे अस्ति इदं सूत्रम् इति वयम् अवगन्तुं शक्नुमः. अस्तु, इदानीम् अत्र यत् सूत्रमस्ति तस्य अर्थः कः इति वदतु. इत्युक्ते तत्र प्रथमं भी इति विभेतेर् हेतुभये इति सूत्रेण वैकल्पिक आत्वं भवति. यथा यदा प्रयोजकात् भयं भवति चेत् प्रयोज्य कर्तारं प्रति तदा आत्मं भवति. अपि च तदनन्तरं भीष्मयोर्हेतुभये इति सूत्रेण तस्य लट्लकारे आत्मनेपदमपि भवति रूपं क्रियापदस्य इति आहत्य भवति. आत्मनेपदम् अपि भवति इति नास्ति, आत्मनेपदमेव भवति. हा इत्युक्ते मम उद्देशः आसीत् तत्र, इत्युक्ते प्रथमं तत्र भीधातोः आत्मं भवति अपि च इति आत्मनेपदमेव भवति. एतयोः द्वयोः सूत्रयोः तत्र आत्मं भूत्वा आत्मनेपदी रूपं भवति इति सम्यक् वा? सत्यं, प्रयोजकात् साक्षात् भीतिः वर्तते चेत् तदानीमेव आत्मनेपदित्वमपि भवति अपि च आत्वमपि भवति विकल्पेन. तत्र भगिनी विकल्पेन आत्वं भवति इत्युक्ते तत्र अन्यत् रूपम् अपि भवति बिभेतेर् हेतुभये इति, किन्तु द्वयोः अपि आत्मनेपदी रूपमेव भवति वा? सत्यं, प्रयोजकात् भीतिः अस्ति चेत् आत्मनेपदमेव भवति. पश्यतु अत्र हेतुभये हेतुभये इति उभयत्र अस्ति, एकस्मात् अन्यत्र अनुवृत्तिः भवितुम् अर्हति वा? हा तत्र प्रथमं सूत्रम् इदानीम् इदं सूत्रं तु परसूत्रम् अस्ति. बिभेतेर्हेतुभये इति पूर्वसूत्रम् अस्ति. षट् अध्यायात् परं कथं भवति इति मन्ये तत्र षष्ठाध्याये अस्ति बिभेतेर्हेतुभये इति. इदं सूत्रं तु प्रथमाध्याये एव अस्ति, अतः न भवति. न भवति, मण्डूकप्लुतिः अपि न भवति, बहु दूरमस्ति, मण्डूकप्लुतिः अपि नास्ति. अस्तु, अतः न भवति. अतः पुनः उक्तं तत्र प्रथमाध्याये उक्तमासीत् हेतुभये इति, अत्र पुनः षष्ठाध्याये हेतुभये इति वक्तव्यं भवति. अस्तु, हनुमान् नास्ति खलु, परिभाषा नास्ति. अस्तु, इदानीम् अग्रे किम् उमा भगिनी अग्रे पठति वा? भगिनी क्षम्यतां भगिनी, कश्चन प्रश्नः पृच्छामि वा? भगिनी अत्र बिभेतेर् हेतुभये इत्यस्मिन् सूत्रे बिभेतेः इत्यत्रापि धातुनिर्देशः कृतः वा? आम् भवती वदतु, इति भवती वदतु। इत्युक्ते बिभेतेः इति षष्ट्यन्तम् अस्ति, भि इति धातुः अस्ति, जुहोत्यादिगणे अस्ति इति कारणेन तिङ्गन्तरूपं बिभेति इति एव अत्र द्वित्वं भवति, भि इति भवति, ततः परं तिप् योजयति वा? न न, भीयोगः स्टिप्, स्टिपानिर्देशः, भीयोगः स्टिप् स्टिपानिर्देशः, जुहोत्यादिगणीयधातुः अस्ति इति कृत्वा तत्र प्रथमतया तत्र कर्तरि शप् भवति, स्टिपानिर्देशः इति कृत्वा सार्वधातुकप्रत्यये परे कर्त्रार्थे शप् प्रत्ययस्य विधानं कर्तरि शप् इत्यनेन भीयोगः शप् योगः स्टिप्। इदानीं शपः शपः श्लु जुहोत्यादिगणे, जुहोत्यादिभ्यः श्लू इत्यनेन श्लु, अतः भीयोगः ष्टिप्। इदानीं द्वित्वं भीभी, भीभीयोगः ति, भीभीयोगः ति, अभ्यासकार्याणि भवति, भी भीभी योगः ति, गुणः भीभेति, भीभेति इति प्रातिपदिकम्। अस्तु, तर्हि अत्रापि यङ् लुकन्तस्य प्रसक्तिः भवेत् यत्र कुत्रापि। अस्तु अस्तु, धन्यवादः भगिनि, धन्यवादः। इदानीं तत्र उमा भगिनी अग्रे पठतु। श्रूयते, अस्तु विजया भगिनी कृपया। न श्रूयते। आम् महोदय, पठतु। अर्थ श्री व्ली रिक्नुक्ष्मायातां पुङ्नौ आतुं भवति चेत् पुक् आगमः अपि विधीयते, वि योग मिच् अचुङ्ति इत्यनेन वृद्धिः भवति, अतः ईकारस्य स्थाने ऐकारः भवति, बै इति बै योगः इ, विपेते हेतुभये इत्यनेन ऐकारस्य आत्वं भवति, अतः बै अत्र बा इति भवति, निच् अनुबन्धलोपानन्तरम् इ एव तिष्ठति, बा योगः इ। अर्थि ह्री व्ली रीक्ष्णुक् मायातां पुङ्नौ इत्यनेन पुक् आगमः भवति अत्र, अतः बा योगः पुक् योगः इ। अत्र पुक् ककारस्य हलन्त्यं तस्य लोपः इत्यनेन इति भवति, अपगच्छति, उकारः उच्चारणार्थं पकारः एव तिष्ठति, इदानीं बा योगः पा योगः इ, बापि इति रूपं निजन्तधातुः भवति। भीष्मयोर्हेतुभये इत्यनेन प्रयोजकात् साक्षात् भीतिः चेत् आत्मनेपदत्वं बापि योगः शप् अस्ति, अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति, बापि योगः अयोगः ति भवति। इदानीं प्रथमम् इकारस्य स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन एकारः भूत्वा बापे इति भवति, अनन्तरम् एचो यव यावः इत्यनेन बापै इति भवति, बापै योगः अयोगः ति बापयते इति अन्तिम ते आत्मनेपदिनः, अतः ते भवति, अन्तिमरूपं बापयते इति निजन्तरूपं निष्पन्नम् अत्र। समीचीनं, धन्यवादः। विकल्पेन आत्वं भवति, अपि च आत्मनेपदत्वं नित्यरूपेण भवति, यतोहि प्रयोजकात् साक्षात् भयं, प्रयोजकात् साक्षात् भयम् अस्ति चेत् भापयते इति रूपमस्ति, प्रयोजकात् साक्षात् भयं नास्ति चेत् रूपं किं भवति? इत्यपि रूपमस्ति, भाययति अपि रूपमस्ति, प्रयोजकात् साक्षात् भीतिः नास्ति चेत् भाययति इति रूपं भवति। अस्तु, तत्र सूत्रं तु भीष्म्यो इति अस्ति खलु, भीष्मयो इति नास्ति. भीष्मयोर् हेतु भीष्मयोर् हेतुपये स्म्यो स्मि इत्यस्य षष्टि स्म्यो इति एव भवति. स्मि इत्यस्य द्विवचने तत्र किं षष्टिद्विवचने स्म्यो स्मयः इत्युक्ते अत्र आस्य अर्थं भवति वा महोदय? स्मयः न स्मयः हास्य हसनं हसनमित्यर्थे स्मै स्मैल् इति तस्मादेव आगतमिति भाति. आम् आं भगिनि सत्यम्. अस्तु तर्हि इदानीम् अग्रिमसूत्रं वयं पठामः. तत्र हेतुभय इत्यस्मिन्नेव विषये तत्र कः विनय महोदय पठति वा? आं भगिनि कृपया पठतु. अग्रसूत्रस्ति भियो हेतुभयशुक् प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भीधातोः अन्त्यस्य ईकारस्य स्थाने आ अदिशा भावे शुक् आगम भवति. इदं सूत्रम् अचयणति इत्यस्य बाधकसूत्रम् चूँकि ककार उकारयोः इत्संज्ञा लोपश्च चकारः अवशिष्यते. हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः भीधातुः वयं पठितवान् भीधातु इति शब्दस्य षष्ट्यन्तं रूपं भियः भियः षष्ठ्यन्तं हेतुभये सप्तयन्तं चुक् प्रथमान्तं त्रिपदम् इदं सूत्रम्. अत्र अर्ति ह्रि ब्लि रि ग्नुयि क्षमायि आतां पुङ्णौः इत्यस्मात् णौ इत्यस्य अनुवृत्तिः तः सूत्रम् भियो हेतु भये शुक् णौ अर्थात् शुक् प्रत्ययः कथं भवति एक प्रश्नः. यदि वयम् इदं सूत्रम् अचोयणिति इत्यस्य बाधकसूत्रं शुकि ककार उकारयोः इत्संज्ञा लोपश्च ककार उकारयोः उकार अपि च ककार इत्यादि तर्हि तु षकार अवशिष्यते, कोऽपि प्रश्नः नास्ति. परन्तु षकार अवशिष्यते तर्हि शुक् अवशेषः, तर्हि एव शुक् प्रत्ययः अस्ति. तर्हि भी धातु अस्ति, लिच् अस्ति सनादि प्रत्ययः, तर्हि भी योग शुक् अत्र शुक् प्रत्ययः अस्ति यथा लुक् इत्यादि, तर्हि एव ई अवशिष्यते. तर्हि भी योग श योग ई तर्हि भीषी भवति. भीषी यदा भवति तर्हि अग्रे वयं किञ्चित् जानीमः यतः अत्र भीषे भवति भीषे भवति तदन्ते चे अयवायावः इत्यादि भीषयते भवति. परन्तु अत्र आत्मनेपदी भवति भीषयते. परन्तु अत्र केन सूत्रेण आत्मनेपदित्वम् आत्मनेपद सूत्रम् अस्ति. आत्मनेपदं सूत्रं वयं जानीमः अनुदात्तन्त आत्मनेपदं सूत्राधारे अत्र पूर्वमेव सूत्रं पठितं खलु भीष्मयोर् हेतुभये इति सूत्रेण आत्मनेपदित्वं किं वदामः भीष्मयोः हेतु भये आत्मनेपदम् तर्हि एव आत्मनेपदं भवति परन्तु आत्मनेपदम् अनयकृत् कथं भवति अन्यविषयः परन्तु आत्मनेपदं तु भवति तर्हि भीषयते निष्पन्नः अग्रे समीचीनं न बहु समीचीनं महोदय धन्यवादः सूत्रार्थः अवगतः इति एकवारं पश्यामः सम्यक् धियो हेतुभये शुक् अत्र पश्यन्तु पुनः हेतुभये इति उक्तं त्रिवारम् उक्तमस्ति हेतुभये भिन्नभिन्न अध्यायेषु भिन्नभिन्न अध्यायेषु सन्ति सूत्राणि अतः पुनः हेतुभये इति उक्तं तत्र हेतुभये इति पदस्य निवारणं कर्तुं शक्यते वा कथञ्चित् येन अनुवृत्तिः लभ्यते इति चिन्तयन्तु तर्हि अत्र भियो हेतुभये शुक् इति अत्र पुनः प्रयोजकात् साक्षात् भीतिः वर्तते चेत् भीधातोः इकारस्य स्थाने आदेशाभावे शुक् आगमः अपि भवति इत्युक्ते यत्र पूर्वं बिबेतेर्हेतुभये इत्यनेन विकल्पेन आत्वं भवति इति उक्तं खलु इदानीं तादृश आत्वं न भवति चेत् तदानीम् अत्र शुकागमः अपि भवति आदेश अभावे शुकागमः भवति शुकागमः अपि भवति यदि आदेशः भवति तत्र बी धातोः आत्वं भवति चेत् तत्र भा इति भवति खलु भा तर्हि शुकागमः भवति भापयति इति आयाति तत्र भापयति इति आयाति यस्मिन् पक्षे आत्वं न भवति तत्र भी इति एव तिष्ठति तस्मिन् पक्षे भियो हेतुभये शुक् इत्यनेन शुगागमः अतः भीषयते इति अपि रूपं लभ्यते अतः भापयते भीषयते इति रूपद्वयं प्रयोजकात् हेतुभये प्रयोजकात् साक्षात् भयम् अस्ति चेत् तदानीं भीषयते भापयते इति रूपद्वयं लभ्यते अपि च तत्र आत्वाभावे तत्र किं बिबेतेर्हेतुभये इत्यनेन यदा यत्र प्रयोजकात् भयम् अस्ति तत्रापि आत्वं विकल्पेन एव भवति खलु तर्हि यस्मिन् पक्षे आत्वं न भवति तत्र बी धातोः भाययते इत्यपि रूपं भवति इति भाति आहत्य त्रीणि रूपाणि भवन्ति इति भाति इत्यस्य बाधकसूत्रं भवति यदि अचु इणिति बाधकसूत्रमस्ति तर्हि अचो इणिति कोऽपि प्रयोजनं नास्ति बाधक अग्रे तत्र पठामः अग्रे तत्र पठामः इदानीं तत् तदेव सः एव विषयः अस्ति इदानीम् अग्रे कः पठति चेत् सूर्यकुमारी भगिनी पठतु अत्र प्रश्नः उदेति त्रीणि रूपाणि भवन्ति वा इति इदानीं मम संशयः अस्ति पश्यामः त्रीणि अस्ति वा इति रूपद्वयं तु अस्ति एकः प्रश्नः पृच्छामि वा प्रश्नं यदि प्रयोजकात् भयं नास्ति तर्हि परस्मैपदीरूपमपि भवति न वा भापयति अपि भवति केवलं प्रयोजकात् भीतिः नास्ति चेत् एकमेव रूपं भवति परस्मैपदीरूपमेव भवति परन्तु आत्मनेपदीरूपं आत्मनेपदीरूपं केवलं प्रयोजकात् भीतिः अस्ति चेदेव आं तदेव अहं वदामि तर्हि परस्मैपदीरूपमपि अस्ति न वा एवं परस्मैपदीरूपमपि अस्ति पुगागम शुकागम सर्वं न सर्वे सर्वेषु स्थानेषु शुगागमः नास्ति शुगागमः केवलं प्रयोजकात् भीतिः अस्ति चेदेव परन्तु शुगागम आदेशाभावे भवति यदि प्रयोजकात् भीतिः नास्ति तर्हि तत्रापि परस्मैपदी न भवति वा न भवति प्रयोजक हेतुभय इति उक्तं खलु सूत्रे भियो हेतुभये शुक् अतः हेतुभयम् अस्ति चेत् एव शुक् भवति नो चेत् न अस्तु भगिनि धन्यवादः अतः भीषयते इति रूपं न भवति तर्हि रूपत्रयं भवति न भगिनि तत्र एकं तु भापयते भीषयते इति भयमस्ति यत्र भयं नास्ति तत्र भाययति भाययति इति रूपं भवति किल भाययति इति अपि रूपं भवति इति तदेव मया उक्तं तद् कन्फर्म् कर्तुम् इच्छामि तदेव अत्र करपत्रे उक्तं वा इति अग्रे पश्यामः परन्तु भयमस्ति प्रयोजकात् भयमस्ति चेत् रूपद्वयमेव भवति न त्रीणि रूपाणि भवितुम् अर्हति वा यतोहि तत्र किं बिभेतेर् हेतुभये इति सूत्रम् इति सूत्रे आत्वं विकल्पेन भवति इति उक्तं खलु सत्यं तर्हि यत्र आत्वं न भवति तत्र किं भवति रूपं शुक् भवति न शुक् आगमः भवति भीषयते इति भवितुम् अर्हति न यदि आत्वं नास्ति तत्र शुक् आगमः भवितुम् अर्हति किल शुकागमः भवितुम् अर्हति आम् सत्यं शुकागमः भवितुम् अर्हति तदेव तत्र मम संशयः आसीत् तत्र बायेयते इति रूपम् अस्ति वा इति मम संशयः आसीत् ओ अस्तु बायेयति इति रूपम् अस्ति वा बायेयते बायेयते इति रूपम् अस्ति वा इति प्रश्नः बायेयते इति अपि रूपम् अस्ति अत्र बायेयते इति बायेयते इति रूपम् अस्ति त्रीणि रूपाणि सन्ति त्रीणि अपि परस् आत्मनेपदीरूपाणि ओ अस्तु अतः प्रयोजकात् भीतिः वर्तते चेत् त्रीणि रूपाणि सन्ति भापयते भीषयते भाययते यतोहि तत्र आत्मं विकल्पेन भवति खलु अत्र पुनः वदामि एकवारम् अष्टैजेड् काम् मध्ये परस्मैपदे अपि त्रीणि रूपाणि सन्ति भापयति भीषयति भाययति तत्र तु प्रयोजकात् भीतिः नास्ति चेत् त्रीणि रूपाणि भवन्ति प्रयोजकात् भीतिः भीषयति इति तत्र किमर्थं तत्र भीषयति भीषयति इति रूपं तु न लभ्यते खलु भीषयति इति रूपं तत्र शुगागमः प्रयोजकात् भीतिः अस्ति चेदेव भवति शुगागमः अतः भीषयति इति रूपं परस्मैपदीरूपं कथं वा लभ्यते तत्र दत्तमस्ति न जानामि अनुचितमस्ति वा न तद् भीषयति इति रूपं नास्ति इति चिन्तयामि भगिनि अस्तु यतोहि तत्र भवति यद्वदति तद् अवगतवती परन्तु तत्र अस्ति अतः अहं पृष्टवती चलति अत्र स्पोकन् सान्स्क्रिट् डाट् काम् मध्ये अपि भीषयति इति रूपं दृश्यते भीषयति इति रूपम् अस्तु तत्र शुकागमः केन सूत्रेण भवति इति द्रष्टव्यं भगिनि अत्र कथं शुकागमः अस्तु अत्र सूत्रं वियोहेतुभयशुक् खलु वियोहेतुभयशुक् तत्र सर्वत्र भीषयते इत्येव रूपं दत्तमस्ति भीषयति इति रूपं कथं लभ्यते दोषः प्रायः भगिनि तत्र दोषः अस्ति वा दोषः अस्ति प्रायः न दोषः नास्ति तादृशरूपमपि अस्ति लोके भीषयति इति अपि रूपम् अस्ति परन्तु शुकागमः तु अनेन सूत्रेण न भवति यतोहि भीषयते इत्येव रूपं दत्तमस्ति व्याख्यानेषु पश्यति चेत् कुत्रापि भीषयति इति रूपं नास्ति भीषयते इत्येव रूपम् अस्ति भीषयति कथं भवति इति पश्यामि तत्र शुगागमः कथं भवति केन सूत्रेण शुकागमः भवति अनेन तु न भवति अन्यः धातुः अस्ति वा भीष् इति न खलु द्रष्टव्यं किमर्थं भी एव अस्ति धातु स्पोकन् संस्कृत सैट् मध्ये भी केवलं धातु अस्ति भीष् नास्ति परन्तु कुत्रापि पश्यामि द्रष्टव्यम् इति अहं चिन्तयामि किञ्चित् भीषयति इति रूपं किं सत्यं समीचीनः प्रश्नः तत्र द्रष्टव्यं किमर्थं भीषयति, अनेन सूत्रेण तु न भवति, कथं तादृशरूपं लभ्यते इति चिन्तनीयम्. तत्र सामान्यप्रीतिः अस्ति वा, तत्र प्रयोजकात् प्रीतिः नास्ति वा, तत्र भीषयति. हा तर्हि अग्रिमपरिच्छेदः किं शकारः कथं भवति, तदपि शुकागमः कथं भवति तत्र इति द्रष्टव्यम् इदानीं. तत्र भगिनी अत्र प्रयोजकात् भीतिः इति वारं वारम् आगतं, तर्हि अत्र नौ परे इति एव अर्थः, प्रेरणार्थे इति एव अर्थः भवेत् खलु अस्य? न, नौ इति अनुवृत्तिः भवति खलु सर्वत्र, अतः नौ परे एव इति किमर्थं पृच्छति? अत्र वस्तुतः अस्य अर्थः कः, प्रयोजकात् भीतिः इत्यस्य भयं जनयति जनयति इति एव अर्थः स्यात् खलु, सः साक्षात् भयं जनयति. हा तर्हि तत्र प्रेरणार्थे इति भवेत् चेत् नौ परे इति एव अर्थः अत्र भवेत् खलु? न न न, इत्युक्ते अत्र पश्यतु किं नौ इति अनुवृत्तिः मास्तु इति वदति वा, तदेव अर्थः अस्ति हेतुभये इत्यस्य प्रयोजकात् भयम् इति अर्थः स्यात् चेत् अत्र अर्थः इत्युक्ते कन्क्लूषन् अर्थः तु नौ परे इति एव अर्थः भवति खलु, तर्हि अत्र न न न किमर्थं नौ परे इति एव अर्थः भवति इति वदति, न निचि निचि परे प्रेरणार्थे एव भवति इति, न नौ इति अनुवृत्तिः अस्ति खलु, अस्ति किमर्थं न, अत्र एकम् उदाहरणं वयं पश्यामः चेत् तत्र सम्यक्तया भवति, तत्र अग्रे उदाहरणं दत्तमस्ति खलु, तदेकवारं पठामः चेत् अवगच्छामः, उदाहरणेनैव अवगम्यते अत्र किमर्थम्. अत्र पश्यतु, छुरिकया बालकं भाययति इत्यस्मिन् प्रयोजकात् साक्षात् भीतिः नास्ति, इत्युक्ते कश्चन पुरुषः छुरिकया बालकं भाययति, सो अत्र भयस्य कारणं किम्? छुरिका. छुरिका तत्र प्रयोजककर्ता अस्ति वा? नास्ति खलु. इदानीं तत्र मुण्डः भापयति, मुण्डः भीषयति, अत्र मुण्डः इति यः तत्र उक्तमस्ति तत् प्रयोजककर्ता, सः एव साक्षात् भयं जनयति. अस्तु, अतः भेदः अस्ति खलु. तर्हि मुण्डः इति तत्र यः तत्र शेव्ड् पर्सन्, सः साक्षात् भयं जनयति. तर्हि भीषयति वाक्यं भवेत् न वा, मुण्डः भीषयते एवं भवेत्? मुण्डः, हा मुण्डः भीषयते अथवा भापयते. भापयते, अस्तु. जटिलः भापयते अथवा भीषयते. इदानीम् एतादृशवाक्यमस्ति चेत् भापयते इति रूपं वयं पश्यामः चेत् वयं द्रष्टुं वयम् अवगन्तुं शक्नुमः अत्र भयस्य कारणं प्रयोजककर्ता, न तु तत्र अन्यत् इन्स्ट्रुमेण्ट् नास्ति तत्र. छुरिकया इति तत्र इन्स्ट्रुमेण्ट् अस्ति, तत्र छुरिकया तत्र भयम् अस्ति इति वयम् अवगन्तुं शक्नुमः, परन्तु अत्र इन्स्ट्रुमेण्ट् नास्ति, तत्र भयस्य कारणं साक्षात् प्रयोजककर्ता. अस्तु, भेदः अस्ति तर्हि, अवगतवती भगिनि, धन्यवादः. समीचीनम्. अतः तत्र भयस्य कारणं किमिति एव प्रश्नः, यदि भयस्य कारणं प्रयोजककर्ता तदानीम् आत्मनेपदीरूपं शुगागमः आत्वं विकल्पेन भवति. अस्तु, तर्हि तत्र सूर्यकुमारी भगिनी एकवारं तत्र पुनस्मरणत्वेन वदतु, त्रीणि सूत्राणि कानि अत्र अस्माभिः पठितं, झटिति वदतु, समापयामः. गतवती वा? अस्तु तर्हि अरुणा भगिनी वदतु। बिभेते विभेदीर्हेतुभये एकसूत्रमस्ति, तत्सूत्रेण प्रयोज साक्षात् प्रयोजकात् भीति अस्ति चेत् आत्म आदेश आत्म भवति विकल्पेन। अन्यसूत्रमस्ति बीसंज्ञयोर्हेतुभये इति सूत्रे साक्षात् प्रयोजकात् भीति अस्ति चेत् बी धातु स्मि धातु आत्मने पदं पदिनौ भवति भवतः। अन्यसूत्रमस्ति भियो हेतुभये शुक् विभेतेर्हेतुभये इत्यस्मात् आत्मं भवति चेत् भियो हेतुभये युक् शुक् इत्यनेन शुक् आगमः भवति। त्रीणि सूत्राणि समीचीनं समीचीनम्। भियो हेतुभयेषु अत्र प्रायः प्रायः वेदेषु एवमस्ति, एव भीषयति इति प्रायः रूपं स्यात् वेदेषु। भीषयति भीषयते साधारणतया अस्ति खलु महोदये, लौकिक लौकिके नास्ति वा, वेदे एव अस्ति वा? भीषयति इति भीषणं करोति नरसिंह, नरसिंहसू अत्र श्लोकमस्ति, अत्र भीषणम् इति भवति। न न भगिनी भगिनी तत्सर्वं समीचीनं, परन्तु केन सूत्रेण इति वदतु, लोके अस्ति केन सूत्रेण शुक् अस्ति खलु, बियो हेतुभये शुक् अस्ति, तत्तु आत्मनेपदमेव भवति न तु परस्मैपदम्, यतोहि विस्मयोर्हेतुभये इत्यनेन आत्मनेपदित्वमेव भवति खलु। आम् अतः अतः भीषयति इति रूपं कथं लभ्यते इति वदतु। अस्तु पश्या अहमपि पश्यामि, भवन्तः पश्यन्तु, अत्र प्रायः वेदेषु अस्ति वा इति एकं चिन्तनम्। अस्तु पश्यामः, अस्तु तर्हि अत्र स्थगयामः। धन्यवादः, धन्यवादः, नमस्कारः, नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः।